नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति. तत्र ओहाक् इति धातोः विषये चिन्तनं जायमानम् अस्ति. तत्र गतवर्गे सूत्रत्रयम् अस्माभिः दृष्टं, जहातेश्च आचहौ, अनन्तरं लोपो इ इति सूत्रत्रयं दृष्टं. तर्हि तत्र प्रथमतया जहातेश्च इति सूत्रं तत् किं वदति इति चेत्, ओहाक् इति धातोः अकारस्य स्थाने ह्रस्व इकारादेशः विकल्पेन भवति हलादि कितिरिति सार्वधातुकप्रत्यये परे. इत्युक्ते अकारान्तधातुः अनन्तरं हलादि कित्निट् प्रत्ययः अस्ति चेत् तदानीम् आकारस्य प्रथमतया तत्र श्नाभ्यस्ययोः आतः इत्यनेन आकारस्य लोपः स्यात्. तदनन्तरम् ईहल्यगोः इत्यनेन आकारस्य दीर्घ इकारादेशः भवेत्. अत्र किमुक्तं, विकल्पेन जायते इति कृत्वा एकस्मिन् पक्षे आकारस्य दीर्घ इकारादेशः भवति, अपरस्मिन् पक्षे आकारः तथैव आकारस्य ह्रस्व इकारादेशः भवति इति कृत्वा जहीतः इति रूपद्वयं भवति अनेन सूत्रेण. अत्र यत्र यत्र हलादि कितिनिति प्रत्यये परे सर्वधातुकप्रत्यये परे इदं कार्यं. तदनन्तरम् आचहौ इति सूत्रेण, इदं सूत्रं तु केवलं हि प्रत्यये परे एव भवति. अत्र आकारस्य स्थाने न केवलं ह्रस्व इकारादेशः अपि तु आकारादेशः अपि भवति. इत्युक्ते आहत्य अत्र त्रीणि रूपाणि भवन्ति. चकारादेश चकारः अस्ति इति कृत्वा अत्र वस्तुतः त्रीणि रूपाणि भवन्ति. इत्युक्ते ई अहल्यगोः इत्यनेन आकारस्य हि इति प्रत्ययः कितिनिति प्रत्ययः, हलादि कितिनिति प्रत्ययः, अतः वस्तुतः हलादिनिति प्रत्ययः. अतः आकारस्य स्थाने दीर्घ इकारादेशः भवेत् ईहल्यगोः इति सूत्रेण. तत्पश्चात् आचहौ इत्यनेन रूपद्वयं, तत्र आकारस्य स्थाने विकल्पेन ह्रस्व इकारादेशः, अन्यस्मिन् पक्षे आकारादेशः. अत्र च इति उक्तत्वात् तत्र ईहल्यगोः इत्यनेन दीर्घ ईकारादेशः अपि भवति. अतः हि इति प्रत्यये परे जहिः जहीः जहाहि इति त्रीणि रूपाणि सन्ति. तत्र मतभेदः अस्ति इत्यपि अस्माभिः दृष्टं, यत् काशिकाकारः सः किं वदति इति चेत्, ईहल्यगोः इत्यनेन एकं रूपं सिद्ध्यति, अनन्तरम् आचहौ इत्यनेन रूपद्वयं सिद्ध्यति इति काशिकाकारस्य मतं. सिद्धान्तकौमुदीकारः वदति अत्र चकारग्रहणेन अस्मिन्नेव सूत्रे अनेनैव सूत्रेण रूपत्रयमपि सिद्ध्यति इति मतभेदः वर्तते. तर्हि हि प्रत्ययपरे रूपत्रयं वर्तते. अनन्तरं लोपो इ इत्यनेन यकारादि सार्वधातुकप्रत्यये परे ओहाग् धातुः आकारस्य लोपः भवति इति उक्तं. यकारादिप्रत्यये परे यकारादिप्रत्ययः तु वस्तुतः हलादि कित्नित् प्रत्ययः वर्तते. तर्हि अत्र ईहल्यगोः इत्यनेन इकारादेशः स्यात्. तत्सूत्रं प्रबाद्य अत्र अकारादेशः जायते, अनेन अकारस्य लोपः जायते अनेन सूत्रेण. तर्हि जहायोगः यात् जह्यात् इति रूपं. तर्हि इदानीम् अत्र रूपाणि अस्माभिः साधनीयानि अस्य धातोः ओहाग् धातोः. तर्हि इदानीं कः वदति अत्र, अनिमा भगिनी आरब्धुमिच्छति वा? अस्ति वा भगिनि? लट् लट् लकारस्य रूपाणि वदतु. जहाति तत्र कोऽपि परिवर्तनं न भवति. जहा इति अङ्गं, जहाति इति भवति. तः प्रत्यये परे इत्युक्ते द्विवचनप्रत्यये परे ई श्नाभ्य आत इहि इ भवति. कितिङिति हली परे जहीतः भवति. तत्र जहाते च इति इत्यनेन इकारः ह्रस्व इकारः अपि भवति, जहितः अपि भवति. अति प्रत्यये परे बहुवचने श्नाभ्यस्तयोरातः लोपः किमिति इत्यनेन जह योगः अति जहति इत्युक्ते जहाति जहितः जहीतः जहति इति रूपाणि. मध्यमपुरुषे सि कितिङिति न प्रवर्तते अतः जहासि इत्येव भवति. थः थ प्रत्यये परतः जहीथः जहितः जहीथ जहित इति भवति. मी किङिति इति नास्ति अतः जहामि. वहामः प्रत्यये परे जहिवः जहीवः जहिमः जहीमः इति भवति. सम्यक् सम्यक् समीचीनं. तर्हि इदानीं लोट्लकारस्य रूपाणि किं सरस्वती भगिनी वदतु. आं भगिनि नमस्ते. लोट्लकारे पुनः अस्माकं अङ्गमस्ति जहा. तर्हि प्रथमं तु जहा तिप् तत्र तु भवति. जहा तु तिप् स्थाने अस्ति, पित् अस्ति, अतः केवलं जहातु. परन्तु यदा तात् अस्ति तुयो सातङ्गाशिष्यनिपस्सं तदा तात् नित् अस्ति. अतः अत्र नित् अस्ति तथा च हलि अस्ति. अतः अत्र ईहल्यगोः इत्यनेन दीर्घ इकारः भवति जहीतात्. पुनः जहातेश्च इत्यनेन ह्रस्वकारः अपि भवति, ह्रस्व इकारः अपि भवति जहितात्. तर्हि जहितात् जहीतात् तत्रैव जलां झषन्ते भूत्वा जहिताद् जहीताद् प्रथमपुरुष एकवचनं. द्विवचन तु हलि अपित् अपित् अस्ति. अतः अत्र पुनः जहतेश्च तथा ईहल्यगोः इत्यनेन जहितां जहीताम् प्रथमपुरुष बहुवचने अतु अस्ति. अतु अजादि अपित् अस्ति. अतः श्नाभ्यस्तयोरासः इत्यनेन जहा अस्य आकारस्य लोपो भूत्वा केवलं मेलनेन तद् मेलनेन जहतुः भवति. पुनः मध्यमपुरुष एकार्थं जहतुः किं भगिनि जहतुः तुः न जहतु क्षम्यता जहतु जहतु मध्यमपुरुष एकवचने सिप् अस्ति पित् अस्ति. अतः जहा सिप् परन्तु सेर्य पिच्च भवति तदा हि आगच्छति. यदा हि आगच्छति अपित् अस्ति सेर्यपिच्च अपित् अस्ति तदा अपित् अस्ति तथा किमस्ति सूत्रं हि स्थाने हि स्थाने एकं सूत्रमस्ति किल हि स्थाने धी इति वा कुजल् व्यवहरधी आचहौ आचहौ इत्यनेन सूत्रेण आकारस्य स्थाने ईकार आदेश ह्रस्व ईकार आदेशः भवति विकल्पेन. अतः जहिः जहिः न विकल्पेन भवति. अतः जहिः तथा जहाहि एवं भवति. पुनः जहायोगतात् यदा अस्ति त्रीणि रूपाणि जहाहि जहिः तदनन्तरं तात् न तर्हि दीर्घ इकारः अपि भवति त्रीणि रूपाणि जहाहि जहिः जहीः आमाम् आं सत्यं. तर्हि जहिः जहीः ईहल्यगोः इत्यनेन पुनः तात् अस्ति तथा जहितात् जहीतात् ईहल्यगोः तथा जहातेश्च इत्यनेन तथा किं जलां जषन्ते इत्यनेन जहिताद् जहीतात् पुनः तम् अस्ति तदा केवलं इहलयोगोः तथा जहातेश्च इत्यनेन जहितं जहीतं प्रथमपुरुषं मध्यमपुरुष बहुवचने पुनः तदेव जहित जहीत मिप् अस्ति तदा अम् अस्ति परन्तु मेर्नि अस्ति अतः नि जहा योग नि आडुत्तमस्य पिच् अपि आगच्छति परन्तु तदेव आडुत्तमस्य पिच् आनी भवति तदा अत्र आनी पित् अस्ति तर्हि किमपि कार्यं नास्ति अकसवर्णे दीर्घः जहानि बस् हा जहा योग व पुनः अत्र आव आव आव अस्ति पुनः पित् अस्ति अत्र अडुत्तमस्य पि च अतः जहा योग आव अकसवर्णे दीर्घः जवा जहाव अकसवर्णे दीर्घः जहाम सम्यक् इदानीम् अत्र भवत्याः कृते एकः प्रश्नः तत्र जहायोगः तात् इत्यत्र तात् इत्यत्र हि इति प्रत्यत्वम् अस्ति वा न वा तर्हि अत्र किमर्थम् आकारादेशः न स्यात् न अवगच्छति कुत्र भगिनि प्रथमपुरुषे एकवचने किं न मध्यमपुरुषे एकवचने तात् इति प्रत्ययः अस्ति खलु तत्र रूपद्वयम् उक्तवती खलु रूपचतुष्टयम् उक्तवती इदानीं षड् रूपाणि रूप भवितुमर्हति वा न कथं न इदानीं भवत्याः कृते प्रश्नः तात् इति तु हि इत्यस्य स्थाने एव आयाति खलु न तुयोस्तासं न तर्हि तु स्थाने हि अथवा तासं न वा तर्हि तुयो स्थाने तात् अस्ति न तुह्यो तुह्योस्तातङ् आशिष अन्यतरस्याम् इति सूत्रेण कस्य स्थाने किम् आदेशः तु स्थाने तात् तथा मध्यमपुरुषे एकवचने तु स्थाने हि मध्यमपुरुषे एकवचने तु नास्ति खलु तर्हि तु स्थाने तात् अस्ति अत्र मध्यमपुरुषे एकवचने कस्य स्थाने कः आदेशः तेर्यपि च तर्हि तत्र स्थाने हि आगच्छति तेर्य तर्हि तत्र सि स्थाने हि इदानीं तात् कस्य स्थाने प्रथमपुरुषे एकवचने तु स्थाने मध्यमपुरुषे एकवचने हि स्थाने तात् हा हि स्थाने तात् आदेशः भवति तर्हि प्रश्नः अस्ति प्रश्नः अस्ति तर्हि हि स्थाने तात् आदेशः भवति चेत् तत्र हि इति प्रत्ययत्वं तात् इत्यत्र न भवति वा अनल्विधौ स्थानिवत् आदेशो अनल्विधौ हि इति प्रत्ययत्वं तत्र न भवति वा इत्युक्ते हकारः तत्र भवति इति मया न उक्तं हि इति प्रत्ययत्वं तत्र भवति वा इति प्रश्नः हि इति प्रत्ययत्वं भवति चेदपि आचहौ तु अस्माभिः पूर्वं दृष्टं खलु प्रकृतिग्रहणे विकृतेः अपि ग्रहणम् इति अत्र तात् इति विकृतिः अस्ति वा विकृति नास्ति तस्य स्थाने आगतम् आदेशः अस्ति न तस्य स्थाने एव आगच्छति परन्तु भवती यत् पृच्छति तत्र यि लोपो यि इति यकारादौ भवति चेदेव एतत्तु वर्णस्य कार्यमस्ति आचहौ इति किमस्ति आकारस्य स्थाने कार्यं खलु आचहौ आकारस्य स्थाने विकल्पेन ह्रस्वैकारादेशः तर्हि इदानीं हि इति प्रत्ययं निमित्तीकृत्य एव एतत् कार्यं खलु तर्हि तात् अपि हि इति प्रत्ययत्वम् अस्ति इति मत्वा अत्रापि आकारादेशः अथवा ह्रस्वैकारादेशः भवितुमर्हति वा इति प्रश्नः चिन्तयामि भगिनि परन्तु न जानामि किल जहिताप् जहिताप् अथवा जहिता जहिता तत्तु अस्ति, जहातात् इति भवति वा इति प्रश्नः. यकारादौ नास्ति खलु? यकारादि न, तात् इति तु किति हलादि कितिनिति अस्ति खलु. न न, हि इति प्रत्ययः अस्ति इति मत्वा, तात् इत्यत्र हि इति प्रत्ययत्वम् अस्ति इति मत्वा अकारादेशः भवितुमर्हति वा, ह्रस्व इकारादेशः विकल्पेन भवितुमर्हति वा इति प्रश्नः. जहातात् इति वा? यतोहि हि प्रत्ययस्य स्थाने तात् आदेशः आगतः, तर्हि तात् इत्यत्र हि इति प्रत्ययत्वम् अस्ति इति मत्वा एतादृश आदेशः भवितुमर्हति वा. यतोहि अत्र तु प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् इति उक्तं, तर्हि प्रकृतिः अस्ति हि, विकृतिः अस्ति तात्. अस्तु, चिन्तयामः, तर्हि किञ्चित् अग्रे गच्छामः. इदानीं लङ्गि कः वदति? तर्हि शोभाभगिनी वदतु लङ्गि. आं भगिनि, प्रयत्नं करोमि. तर्हि तत्र लङ्गि इदानीं किं तत्र जहाति, सा ताम् उहु इति प्रथमपुरुषे. किं किं किं किं पुनः वदतु, प्रथमपुरुषे किं? लङ्लकारे इदानीम् अनदन्तधातुः इत्यतः तत्र उहु इति प्रथमपुरुषे बहुवचने. एकवचने किमर्थं न उक्तवती? तकारः त इति प्रत्ययः ताम् तत्र अन् इत्यत्र उहु इति भवति. अस्तु अस्तु, ओके, अस्तु. इदानीं अज किम् अट् अट् योगः हा धातुः, तर्हि तत्र अहा इति अङ्गं योगः हा इति भवति. अहा तत्र अभ्यासः, तत्र कार्याणि भवन्ति, तर्हि हा इति तत्र कुहुश्चुः इत्यनेन झकारादेशः अझा इति भवति. तदनन्तरं ह्रस्वः इत्यनेन अझा इति भवति. च छ झ चतुर्थवर्णः, तर्हि तत्र झस्त्वं भवेत्. तृतीयवर्णः भवति अभ्यासे चर्च इत्यनेन चर्त्वम्. इदानीम् अज अजः इति एतावता प्राप्तम्. अजः योगः तत्र ता तु पित् अस्ति, किन्तु तत्र किं गुणस्य प्रसक्तिः नास्ति, अजहात् इति रूपं भवति. इदानीम् अज किम् अजः अजः अजहात् इति न अजहात् अजहाताम् इति यत्र भवति तत्र आकारः, तत्र सूत्र कुत्र अस्ति आकारः, कुत्र अस्ति आकारः? प्रत्ययः तां खलु, ताम् इदानीं तत्र अङ्गम् अस्ति अजा इति अङ्गं भवति खलु भगिनि? अजः अजः तदेव अजः इति अङ्गं भवति खलु. अजः योगः ताम् इति इदानीं प्रक्रिया प्रथमसोपाने. तत्र अजः इत्यत्र हा इत्यस्य आकारः दीर्घ आकारः, तत्र कार्याणि भवन्ति. किं दृष्टवन्तः, तत्र ई हल्यघोः इति अस्ति, जहातेश्च इति अस्ति, आच हौ इति अस्ति. तर्हि आच हौ अत्र अस्ति वा? आच हौ इति एकक्षणं भगिनि, तत्र जहातेः अङ्गस्य इत् आच हौ अन्यतरस्याम् हि प्रत्यये परे इति अस्ति. अस्तु, हि प्रत्यये परे, हि प्रत्यये परे भवति. तर्हि ई हल्यगोः अभ्यस्तसंज्ञकस्य आकारस्य स्थाने ई आदेशः भवति. तर्हि अजहि इति भवेत्, अजहि, अपि च अजहि इति भवति, अजहि अजहीतां भवति. अपि च तत्र दृष्टवन्तः ईकारस्य, दीर्घ ईकारस्य इकारादेशः भवति इति जहातेश्च इत्यनेन ईकारस्य ह्रस्व इकारादेशः विकल्पेन भवति. अतः तत्र अजहिताम् अजहिताम् इति वैकल्पिकरूपं. तदनन्तरम् उहु इति अजः योगः उहु. तत्र अजः योगः उहु उहु इति किं तत्र केवलम् अपित् अजः योगः उहु तत्र कस्य प्रयोगः तत्र ह्रस्व हकारः भवेत्. तर्हि तत्र आकारस्य लोपः, आकारस्य लोपः स्नाभ्यस्थयोरातः इत्यनेन आकारस्य लोपः अजः अजः योगः उहु अजहुः अजहु. अत्र वस्तुतः अन्यदपि सूत्रमस्ति खलु आकारस्य, अत्र उहु इति जुष् इति प्रत्ययः अस्ति चेत् अन्यदपि सूत्रमस्ति खलु. जुस् इति उतोर् लुकि इति दृष्टवन्तः खलु, तदेव वा? न न न, उतोर् लुकि तत्तु तत्र उकारान्तधातोः अत्र अदादिगणे अस्ति. उतोर् लुकि लुकि सति. आम् आम् आम्, तत्र तत्र आचहौ इति वा इदानीं? न न न, तत्र अन्यदपि सूत्रमस्ति. कोऽपि स्मरति वा? उष्यपदान्तस्य वा? अस्तु, उष्यपदान्तस्य उष्यपदान्तात् इति सूत्रम्. तर्हि अत्र अस्य सूत्रस्य अपि प्रसक्तिः अस्ति खलु, अत्र उष्यपदान्तात् इत्यस्य. हा, उस् इति अस्ति प्रत्यय, उस् इति अस्ति इत्यतः उष्यपदान्तात्. आं भगिनि, तस्यापि अस्ति. तर्हि तेनापि किं भवति, उस्य पदान्तात् इत्यनेन क्षम्यताम्, सूत्रं पूर्णतया किम् आसीत् भगिनि? न, अवर्णान्तात् अपदान्तात्, अपदान्तात् अवर्णात् उसि परे पूर्वपरयोः पूर्वरूपादेशः, न पररूपादेशः. अस्तु, पुनः अवर्णात् अवर्णात् उसि परे पूर्वपरयोः पररूप एकादेशः, पररूपम् एकादेशः. अस्तु, तर्हि तत्र पररूपः उहु इति, तर्हि अजहुः इति, अजहुः इति भवति. आकार उकारयोः योगे उकारः एव अवशिष्यते. अस्तु, अजः योगः उहु पररूपादेशः, तर्हि उकारः एव तिष्ठति, आकारः न दृश्यते. अस्तु, अजहुः. अस्तु, अजः इदानीम् अजः योगः सकारः प्रत्ययः, तत्र विसर्गः भवति तस्य ससजुषुरुः इत्यनेन, अपि च तदनन्तरं करवसानयोर्विसर्जनीयः इत्यनेन. तर्हि तत्तु अज अजः योगः सा, तत्र तावदेव इति मन्ये भगिनि. स तत्र पित् अस्ति किन्तु अजहाः इति रूपम्. अजः योगः तं, तत्र तु अजः योगः इदानीम् आकारस्य, इदानीं तत्र कार्याणि भवन्ति यथा पूर्वं द्विवचने पूर्वं कृतम्, अज हि इति एकं रूपं भवति, अज हि इति इत्युक्ते तत्र इ हल्लेघोः इत्यस्य कार्यमपि भवति, अपि च तत् तदनन्तरं जहातेश्च इत्यस्य कार्यमपि भवति, ह्रस्व इकारादेशः तत्र. तर्हि अज हित अजहितम् अजहितम् इति भवति. अग्रे अजः योगः त, तत्रापि अजहित अजहित इति रूपाणि. अपि च अजः योगः अम् इति उत्तमपुरुष इदानीम् अम् वा मा, तत्र एकवचने अजहाम् इति रूपं भवति. यथा तत्र अजहात् इति अभवत् अजहाम्, द्विवचने द्विवचने तत्र पुनः इत्यत्र किं कार्यमस्ति? अजहाम् इत्यत्र अजः योगः अम्, तर्हि अकारः अस्ति परवर्णः, तर्हि तत्र सामान्यकार्याणि एव भवन्ति इति मन्ये. किमस्ति इत्युक्ते तत्र सामान्यकार्याणि तत्र अजः इत्यत्र तत्र अतः इत्यस्य ह्रस्वः भवति, अजः इति भवति. अपि च तत्र ह्रस्वः ह्रस्वः न भवति खलु अजहाम्. अजहाम् इति तत्र कार्याणि न भवन्ति एव, अजहां क्षम्यताम्. तर्हि तत्र झकारः न भवति, ह्रस्वः न भवति, अकारे परे तत्र सवर्णदीर्घः किल सवर्णदीर्घसन्धिः भवति वा इति भगिनी पृच्छति तत्र, अथवा वदति सवर्ण सवर्णदीर्घ अस्तु. तर्हि तत्र तर्हि तत्र अस्तु, हा इत्यस्य ह्रस्वः भवति, तदनन्तरं सवर्णदीर्घसन्धिः भवति. किमित्युक्ते तत्र क्षणं, किमर्थं ह्रस्वः ह्रस्व इति पुनः पुनः वदति, किमर्थं ह्रस्वः तत्र? अत्र अभ्यासः कः? अभ्यासः अज न न अजः इति न अभ्यासः केवलं तत्र ज ज एव अभ्यासः एव न तस्य ह्रस्वत्वं जातम्. अस्तु अस्तु भगिनी तत्र अस्तु अजः अस्तु अज इति जकारः एव ह्रस्वः. एकक्षणं, तत्र हा हा इति धातुः आसीत्, हा हा इति द्वित्वं जातं. तदनन्तरं भवती उक्तवती ह्रस्वः भवति ह इति भवति, तदनन्तरं तत्र किमस्ति कुः शुः भवति, तदनन्तरम् अभ्यासे चर्चा भवति, तर्हि जः इति जातं. तर्हि ह्रस्वः कुः शुः सर्वम् अभ्यासकार्याणि, तत्तु जातम्. आमाम्, इदानीम् अजः इति अङ्गं जातम्. तर्हि इदानीम् अम् इति प्रत्ययः, तत्र एकः एका सम्भावना अस्ति अकः सवर्णे दीर्घः इति एका सम्भावना. अन्या सम्भावना, अन्यसम्भावना न जानामि भगिनि तत्र अन्य कोऽपि. अपित् अस्ति चेत्, अपित् आसीत् चेत् किम्? अपित् अपित् अस्ति खलु, प्रत्ययः अस्ति, अतः अन्य किमपि नास्ति. अजः योग अम् अकसवर्णदीर्घः अहम् अजहाम् इत्युक्ते अज इति समीचीनम्. अकः सवर्णदीर्घः इति अस्ति, परन्तु तत् प्रबाद्य अन्यत् अस्ति अमीपूर्वः. अमीपूर्वः इत्यनेन तत्र अकवर्णात् अम् प्रत्ययः परः, अम् प्रत्ययस्य अकारः वर्धते चेत् पूर्वपरयोः एकः पूर्वरूपादेशः इति कृत्वा अजहाम् इति एव रूपं लभ्यते. परन्तु केन सूत्रेण इति चेत् अमीपूर्वः इत्यनेन, न तु अकः सवर्णदीर्घः इत्यनेन. किं शोभा भगिनि अवगतं वा? आं भगिनि, अमीपूर्वः इति सूत्रेण पूर्वपरयोः एकादेशः अपि भवति. तर्हि तत्र आम् एकत्र एकस्मिन् पक्षे अकः सवर्णदीर्घः, अन्यस्मिन् पक्षे अमीपूर्वः इति. अस्तु, न एकक्षणं, किमर्थम् एकस्मिन् पक्षे अकः सवर्णदीर्घः अन्यस्मिन् इत्युक्ते अकः सवर्णे दीर्घः इति सूत्रं प्रबाद्य अमीपूर्वः, अतः एकस्मिन् पक्षे इति न. अस्तु अस्तु, अकः सवर्णे दीर्घः इति कार्यं न करोति अत्र, तत् बाधितमस्ति अमीपूर्वः इत्यनेन. अमीपूर्वः इति विशिष्टमस्ति सूत्रम्. अस्तु अस्तु, अग्रे अजः योगः वा, इदानीं अजः योगः वा, तर्हि तत्र द्विवचने यानि कार्याणि अभवन् ते एव इति चिन्तयामि. सम्यक् वा भगिनि? अस्तु, तर्हि तत्र इत्युक्ते तत्र अजः वा इत्यत्र आकारस्य ईकारः अपि च विकल्पेन ह्रस्व इकारः भवति वा तत्र? अज हि वा अज हि वा इति भवति वा? सत्यम्. अस्तु, तर्हि बहुवचने अजहिमा इति रूपाणि. अस्तु, तत्र अस्तु, क्षम्यतां भगिनि, तत्र सम्यक्. अस्तु, तर्हि इदानीं विधिलिङ्गकारः उमा भगिनी वदतु. कुत्र अस्ति उमा भगिनी? आगच्छतु. उमा भगिनी अस्ति वा? अस्तु, सूर्यकुमारी भगिनी वदतु. भगिनी अङ्गमस्ति जः, जः योगः यात् तत्र लोपो इ इत्यनेन यकारलोप आकारलोपः भवति. जह्यात् जह्याद् अपि भवति, तदेव जह्याताम् जह्यायुः जह्युः आकारलोपः भवति. जह्युः सम्यक् तक्षं भवति. जह्युः जह्यातां जह्युः जह्याः जह्यातं जह्यात जह्यां जह्याव जह्याम. सम्यक्, धन्यवादः. तर्हि अत्र त्रीणि सूत्राणि दृष्टानि, कार्यं कथं भवति इत्यपि दृष्टं. तर्हि इदानीम् अग्रे गच्छामः. अस्तु अस्तु, नास्ति चिन्ता. अग्रे पठति वा भवती? डुदाय पठामि. आमां पठतु. पठतु भगिनि. प्राप्तं वा स्थलम्? सेक्षन् बि दुधाय दा दुधाय. शुद्धा भवतु भगिनि, शुद्धा भवतु. कुत्र वयं स्मः इति तद् अवगन्तव्यं सर्वदा. इत्युक्ते कदाचित् न जानाति चेत् चिन्ता नास्ति, परन्तु प्रत्येकस्मिन् सप्ताहे न जानाति चेत् क्लेशः. समयस्य व्ययः जायते खलु. पठतु. दा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं. धा द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्. हलादि तिष्ठु आकारान्तेषु गुणः न भवति, आकारान्तेषु गुणः न भवति, अतः किमपि कार्यं नास्ति. ददा प्लस्ति ददाति इत्यादिशति. अजादि पिच्छु अकारान्तेषु गुणः न भवति केवलं सन्धिकार्यं ददा योगः कानि ददानि फलाव्यपिच्छु स्नाभ्यस्ययोरातः इत्यनेन आकारस्य लोपः ददा प्रस्तः दद्तः खरीच इत्यनेन सत्त्वसन्धिः दत्तः अजाद्यपित्सु स्नाभ्यस्ययोरातः इत्यनेन आकारस्य लोपः ददा प्लस् अति दद् प्लस् अति ददति फलाव्यपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति ईहल्यगोः इत्यस्य प्रसक्तिः अत्र अत्र तु नास्त्येव ई हलि अघोः अघोः इत्युक्ते न गुः अगुः तस्य गु इति काचन गु इति काचनसंज्ञा अस्ति दा धातुः धा धातुः च भू संज्ञका धातुः धातु सः अस्य कृते अधः दाधा इति सूत्रं विवृत्तम् अस्ति तावत् भगिनि अत्र दुधाल् धातोः दुधाल् अण्ड् दुधान् द्वयोः धातोः धा धातु धा धातु कश्चन परिवर्तनम् अस्ति तदेव अत्र उक्तं फलादि पिच्छु अजादि पिच्छु हलाद्यपिच्छु अजादपिच्छु तत्र किं कार्यं भवति इति दत्तं फलादिपिच्छु आकारान्तेषु गुणः न भवति मेलनमेव देन् अजादिपिच्छु आकारान्तेषु गुणः न भवति केवलं सन्धिकार्यमेव तु ददा प्रदानि ददामि इति आगच्छति देन् हलाद् अपिच्छु स्नाभ्यस्योरातः इत्यनेन आकारस्य लोपः तु ददा बिकम् दद् प्रस्तः हरिच इति दत्तः इति आगच्छति अजाद्यपिच्छु स्नाभ्यस्योरातः अनेन आकारस्य लोपः तु दद् प्रति दद् प्रसति ददति इति आगच्छति देन् हलादपिच्छु आकारस्य स्थाने किमर्थं ईहल्यगोः इत्यस्य प्रसक्तिः नास्ति ई हलि अगोः बिकास् अगोः इत्युक्तेन न गुः अगुः तस्य सो दाधा द्वदा इति सूत्रं विवृतमस्ति 1120 इत्युक्ते अत्र मुख्यप्रश्नः कः इति चेत् स्नाभ्यस्तयोः अतः इत्यस्य प्रसक्तिः तु अस्ति सार्वधातुकप्रत्ययेषु परेषु आकारान्तस्य अङ्गस्य अभ्यस्तसंज्ञकस्य आकारस्य लोपः भवति अकितिनीति प्रत्यये परे परन्तु अत्र ईहल्यगोः इति सूत्रं तु हलादि कितिनीति प्रत्यये परे सार्वधातुकप्रत्यये परे कार्यं करोति अत्र तु हलादि अपित्सु किमर्थम् ईहल्यगोः इति सूत्रस्य कार्यं नास्ति इति प्रश्नः जायते स्नाभ्यसयोः अतः इति प्रबाद्य किमर्थम् ईहल्यगोः इति सूत्रस्य कार्यं न जायते यथा पूर्वं दृष्टं तथा इति चेत् अत्र ईहल्यगोः इति सूत्रे अगोः इति उक्तम् अगोः तर्हि अगोः इत्युक्ते अत्र अगोः इत्युक्ते न गोः न गोः तत्र गोः इति गु घू इत्यस्य षष्ट्यन्तं गोः घू इत्युक्ते अत्र काचित् संज्ञा वर्तते घूसंज्ञा इति काचित् संज्ञा वर्तते, तस्य सूत्रमस्ति संज्ञाविधायकसूत्रं दा धा ग्वदाप् इति सूत्रं, तस्य विवरणम् अग्रे अस्ति, तत् पश्यामः इति कृत्वा अत्र अत्र यः धातुः अस्ति धाधातुः डुधाय् अथवा डुधाय् धातुद्वयमपि गुसंज्ञकः गुसंज्ञकः इति कृत्वा गुसंज्ञकम् इति कृत्वा तत्र ईहलगोः इत्यस्य प्रसङ्गः न भवति इति अत्र दत्तमस्ति। तर्हि ईहल्यगोः इति सूत्रं पूर्वमेव पठितं, केवलं तत्र एकवारं विजयलक्ष्मी भगिनी ईहल्यगोः इति सूत्रम् एकवारं केवलं प्रथमवाक्यद्वयम् अनन्तरम् अनुवृत्तिसहितसूत्रं पठित्वा दादा ग्वदाप् इति सूत्रं पठतु। आं भगिनि, ईहल्यगोः श्ना प्रत्ययस्य अभ्यक्तसम्यकधातोः च आकारस्य स्थाने ईकारादेशः भवति कितिङिति हलादि सार्वधातुकप्रत्यये परे, परन्तु घुसम्यकधातुः चेत् न भवति। घुसम्यकः धातुः नाम दा धा च धातु, न घुः अघुः तस्य अघोः। अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः ई किङिति हलि सार्वधातुके अघोः इति। अत्र वक्तव्यं वा भगिनि, पठित्वा अग्रे गच्छामि वा? अत्र केवलम् अघोः इति अत्र सूत्रे दत्तमस्ति, तदेव अस्माभिः पूर्वं न दृष्टमासीत्, तत् तस्य विषये चिन्तनम् इदानीं भवति। हलि अघोः सूत्रे अस्ति ई हलि अघोः इति। अघोः इत्युक्ते न घोः, घोः इति षष्ट्यन्तमस्ति, कस्य? घु इत्यस्य षष्ट्यन्तं। घु इति काचित् सम्या, घुसंज्ञा कस्य भवति इति चेत् सारी अहं कस्य भवति इति चेत् दा धा इति धातुद्वयस्य सम्या भवति। सम्यासूत्रमस्ति दा धा ग्वदाप् इति। अग्रे पठानि वा? अतः ई घल् हल्यघोः इति सूत्रं दा अपि च धा धातोः कृते, धातूनां कृते, धातोः कृते एप्लिकबल् नास्ति, तेषां कृते कार्यं न करोति। दा धा ग्वदाप् इति सम्यासूत्रं, तत्र दा रूपधातोः धा रूपधातोः च घुसंज्ञा भवति, दाप् दैप् च विहाय। यस्य धातोः स्वरूपं दा धा च अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति तस्य धातोः घुसंज्ञा भवति। आहत्य षट् धातवः गृहीताः, डुदाय् दाण दो देङ् डुधाय् धेट् च। अनुबन्धलोपानन्तरं चत्वारः दा धातवः सन्ति, द्वौ धा धातु स्तः च, दाश्च दाश्च दाश्च दाश्च एतेषां तेषाम् एकशेषो दाः, धाश्च धाश्च तयोर् इतरेतरद्वन्द्वौ द्वन्द्वौ धौ, दाश्च धौ च तेषाम् इतरेतरद्वन्द्वौ दाधाः। न दाप् अदाप् दाधाः प्रथमान्तं, घु लुप् प्रथमाकम्, अदाप् प्रथमान्तं, त्रिपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, दाधाः घु अदाप्। दाधा ग्वदाप् इति सम्यासूत्रं, तत्र दा अपि च धा इति यस्य कस्यापि धातोः यदि दा रूपं भवति अथवा धा रूपं भवति तेषां भूसंज्ञा भवति इति भूसंज्ञा भवति केवलं दाप् अपि च दैप् अनयोः विहाय. अत्र दा रूपं चत्वारः चतुर्णां धातूनां दा स्वरूपं भवति, अपि च धा स्वरूपं धातुद्वयस्य भवति. दारूपं डुदाय् दाण् दो देङ् इति चतुर्णां धातूनाम् अनुबन्धानां लोपः कृत्वा दा इति एव अन्ततो गत्वा तिष्ठति. अपि च डुधाय् धेट् इति धातुद्वयम् एतेषाम् अनुबन्धानां लोपं कृत्वा धा इति तिष्ठति अन्ते. अतः षट् धातवः गणे सन्ति. अत्र केवलं दाप् अपि च दैप् इति एतद् रूपं वा धातु वा भगिनी? दाप् धातुः, धातुः दाप् दैप् धातुः. अस्तु, दाप् दैप् इति अत्र अस्ति सूत्रे दाधा घू अदाप् इति. अतः दाप् अपि च दैप् इत्यनयोः अनयोः विहाय अन्येषां भू अनयोः विहाय इति न वक्तव्यम्, एतौ विहाय भूसंज्ञा अन्येषां भवति. अत्र किं दाधा भू अदाप् सूत्रं सम्पूर्णं अत्र त्रयः पदानि सन्ति. दा च दा च दा च दा इति चत्वारः दाः, एतेषां एकशेष भवति अतः दाः इति एव भवति. अपि च धाश्च धाश्च इति अनयोः द्वन्द्वः कृत्वा धौ इति भवति. दाश्च धौ च एतेषाम् इतरेतरद्वन्द्वौ द्वन्द्वौ दाधा इति रूपं सिद्ध्यति बहुवचनान्तः दाधा इति. अत्र अदाप् इति अस्ति, अदाप् इत्युक्ते न दाप् अदाप् न एतत् पुरुषः. दाधा इति प्रथमान्तं, घू इति लुप्तप्रथमाकं. किमर्थं लुप् प्रथमाकम्? घू लुप्तप्रथमाकम् गुः इति भवति खलु, गुः गुरुः इति वा गुः लुप्तप्रथमाकं लुप्त लुप्तप्रथमाकम्. अत्र घू इति अस्ति, अपि च अदाप् इत्यपि प्रथमान्तं. त्रिपदम् इदं सूत्रं दाधाः घू अदाप् इति अर्थः. अग्रे अपि पठामि वा? न न, अत्र सूत्रं सर्वैः बुद्धं वा इति एकवारं पश्यामः. कुत्र आसीत् लुप्तप्रथमाकं? यत्र गु इति खलु, तत्र मुद्रणदोषः अस्ति. प्रथमाकम्, ओके. तर्हि अत्र सूत्रमस्ति दादा ग्वदाप् इति. सूत्रं स्पष्टमिति मन्ये, परन्तु एकवारं वदामि. अत्र गूसंज्ञाविधायकसूत्रमस्ति. गूसंज्ञा कस्य कस्य गूसंज्ञा भवति, केषां गूसंज्ञा भवति इति चेत्, ये धातवः दारूपधातवः, अपि च ये धातवः धारूपधातवः. क्षम्यतां भगिनि, किमर्थं दाप् इति पकारः उक्तं? तत्र डुदान् दाने एव किल? न न, अहम् एकवारम् अहं वदामि, अनन्तरं पृच्छतु. तर्हि इत्युक्ते अत्र दादा गोदाप् इति संज्ञाविधायकसूत्रम् अत्र दारूपदातवः अपि च धारूपदातवः ये दातवः सन्ति तेषां ग्रहणं तेषाम् अत्र गुसंज्ञा भवति केवलं धातुद्वयं विहाय दाप् अपि च दैप् दाप् दैप् एतौ विहाय अन्येषां तु अत्र गुसंज्ञा भवति इत्युक्ते अत्र यस्य स्वरूपं धा इति अस्ति यस्य स्वरूपं धा इति अस्ति इदानीं दाप् इत्यत्र वयं पश्यामः चेत् दाप् इत्यत्र धातुः दाप् इति अस्ति तर्हि तत्र पकारस्य इत्संज्ञा भवति चेत् दा इति एव अवशिष्यते इति कृत्वा अयं धातुः अपि दारूपः दैप् इत्यत्र पकारस्य इत्संज्ञा भवति अनन्तरं दै इति भवति तर्हि दै इति तु आर्धधातुकप्रक्रियायां तत्र आकारान्तः भवति आदेशोपदेशशिति इत्यनेन आकारान्तः भवति अतः तत्रापि दा इति भवति अतः दाप् दैप् इत्यस्यापि गुसंज्ञा भवेत् परन्तु अत्र साक्षात् उक्तं यद्यपि अत्र गुसंज्ञा प्राप्ता अस्ति दाप् धातोः दैप् धातोः परन्तु तथापि अनयोः गुसंज्ञा न इष्यते इति कृत्वा दाप् धातुः दैप् धातुः विहाय अन्ये ये दातवः तर्हि दारूपदातवः अत्र दारूपदातवः के दातवः अत्र आहत्य तत्र षट् दातवः सन्ति दारूपदातवः चत्वारः दातवः डुदाय् दाण् दो देङ् इति दारूपदातवः अनन्तरं धारूपदातवः दुधाय् धेट् इति धातुद्वयं तर्हि चत्वारः दा दातवः अपि च धातुद्वयं धा दातवः परन्तु दाप् दैप् अनयोः न भवति अनयोः गुसंज्ञा न भवति अस्तु वीणा भगिनी किं कः प्रश्नः भवती उत्तरम् उक्तवती इति चिन्तयामि तत्र पकारः किमर्थम् उक्तम् इति वदामि तत्र पकारः दाप् इति अन्य धातुः तस् पकारः इत्संज्ञा एव दैप् अपि आर्धधातुकप्रत्यये परे तत्र आकारः भवति तत्र अपि आकारः भवति तस्मात् गुसंज्ञा धातुद्वयोः नास्ति इति भवती उक्तवती इदानीम् इति चिन्तयामि समीचीनम् इति एव अस्ति यद्यपि गुसंज्ञा प्राप्ता अस्ति इत्युक्ते तत् संज्ञा प्राप्ता अस्ति इति कृत्वा एव न भवति इति वक्तव्यं खलु यदि प्राप्ता एव नास्ति तदानीं न भवति तत्र अधाप् इति किमर्थं वक्तव्यं केवलम् एवमेव अधाप् अत्र न भवति इति किमर्थं वक्तव्यं तत्र प्राप्ता अस्ति संज्ञा प्राप्ता अस्ति परन्तु तत्र न भवति इति वक्तुं तत्र आरब्धम् आसीत् अस्तु तर्हि मीना भगिनी भवत्येव अग्रे पठतु अस्मिन् सूत्रे कथं तत्रैव कस्य प्रश्नः किं मम अनिमा अस्ति मम प्रश्नः तत्र एकशेषः इत्येव किमर्थं तत्रापि इतरेत्र द्वन्द्वः क्रियते चेत् दाः इत्येव भवति किल कुत्र अस्ति एकशेषः दाश्च दाश्च दाश्च दाश्च तेषामेकशेषः दाः ओके किं वक्तुम् इच्छति तत्रापि इतरेतरद्वन्द्वः क्रियते चेत् तत्रापि बहुवचनान्तं दाः इत्येव भवति किल दा धातोः दाः इति भवति वा दः इति न भवति ओ धातु अनुसृत्य अस्तु अस्तु अस्तु दः इति विश्वप इत्यत्र विश्वपः इति भवति खलु आमामाम् भगिनि देङ् इत्यस्य यत्र दा इति रूपं भवति तदा एव भूसम्या वा सर्वत्र भूसम्या वा तस्य देङ् इत्यस्य वा देङ् इति यदा दा भवति तदानीं गुसंज्ञा अतः लट्लकारे घुसम्या न भवति इति वा लट्लकारे तु रूपम् अत्र अस्ति दयते दयेते दयन्ते इति देङ् इति इत्युक्ते प्रथमतया अत्र गुसंज्ञायाः प्रयोजनं किम् इति एकवारं द्रष्टव्यं खलु अत्र गुसंज्ञायाः अत्र तु अभ्यस्तकार्यमपि नास्ति इत्युक्ते देङ् इत्यस्य लट्लकारस्य रूपाणि दयते इति अस्ति खलु तत्र सारधातुकप्रक्रियायां तु आकारः न भवति खलु दारूपः न भवति दारूपः न भवति सार्वधातुकप्रक्रियायाम् आर्धधातुकप्रक्रियायां दारूपः भवति परन्तु ज्योत्यादिगणे तु शप् एव नास्ति तर्हि अशिति एव अस्ति यदि ज्योत्यादिगण गणस्य न न पुनः वदतु अशित् कुत्र शप् विकरणप्रत्यये नास्ति चेत् ज्योत्यादिगणे एवं भवति चेत् तत्र तु अशिति एव भवति न द्रष्टव्यं कुत्र अस्ति अहं न दृष्टवती अहम् एवं अशित् इति किमर्थम् इत्युक्ते आदेश उपदेशशिति इति तदर्थं वदति वा आदेश उपदेशशिति इत्यत्र यः कोऽपि प्रत्ययः भवतु परन्तु सः प्रत्ययः शित् न भवति इत्युक्ते शपः विधानं तु भवति खलु परन्तु ज्योत्यादिगणे तु शपविधानं ज्योत्यादिभ्यः श्लुः इत्यनेन अपगच्छति न परिषित् नास्ति न तत् न आदेशोपदेशस्थिति इति तु इति प्राकृतकार्यम् अस्ति इति कृत्वा तस्य कार्यम् आदौ एव भवेत् न न न अनिमित्तिकं नास्ति न यदि निमित्तम् अस्ति तर्हि निमित्तं भवेत् तदा एव कार्यं भवति न यथा नो नः अनिमित्तिकम् अस्ति परन्तु आदेश उपदेशस्थिति तस्मात् अनन्तरं यद् विकरणप्रत्यये अथवा अन्यप्रत्ययः गृहीत्वा एव तस्य कार्यं भवति न न न तथा नास्ति भगिनि अनैमित्तिकम् एव आदेश उपदेशस्थिति इति सूत्रमपि अनैमित्तिकं परन्तु यदा षित् प्रत्यय अनैमित्तिकम् अनैमित्तिकं परन्तु षित् प्रत्ययः अस्ति चेत् न भवति तदर्थमेव तत्र प्रसज्य प्रतिषेधः स्वीक्रियते तर्हि तत् पुनः तथैव भवति एवं वा प्रथमं तु करणीयं तदनन्तरं यदि अशित् अस्ति तर्हि पुनः तस्य निमित्तपाय एवम् एवम् न रिवर्स् करणीयम् इति पृच्छति वा आम् रिवर्स् करणीयं किम् अहं चिन्तितवती प्रथमं तु प्रत्यये वयं योजयामः तदनन्तरमेव द्रष्टव्यम् अस्माभिः यद् अशित् अस्ति तर्हि तत्र आदेश करणीयम् उपदेश इति तथा नास्ति भगिनि तथा नास्ति अस्तु पुनः एकवारं पश्यामि अस्तु तत्र आदेशोपदेशशिति इत्यत्र अनैमित्तिकम् अस्ति इत्युक्ते सर्वत्र भवति एजन्तदातोः आत्वं सर्वत्र भवति परन्तु षित् प्रत्ययः अस्ति चेत् न भवति आं तदेव तर्हि कथं द्रष्टव्यं प्रथमं करणीयं तदनन्तरं षित् प्रत्यय यदि अस्ति तर्हि तत् रिवर्स् करणीयम् एवम् अस्ति कार्यं प्रक्रिया कथं न रिवर्स् न करणीयम् इत्युक्ते इत्युक्ते पश्यतु इत्युक्ते तत्र यदा प्रत्ययस्य विधानं विवक्षा अस्ति तदानीं प्रत्ययः यः प्रत्ययः विधीयते सः षित् अस्ति चेत् तदानीं कार्यं न भवति परन्तु अन्यत्र सर्वत्र तु यत्र अस्माकं विवक्षानुगुणं षित् प्रत्ययः न विधीयते इति जानीमः चेत् प्रत्ययस्य विधानपर्यन्तं प्रतीक्षां न कुर्मः साक्षात् तत्र आत्वं भवति किमस्ति तत् कस्यचित् प्रश्नः वा अनि वा भगिन्याः प्रश्नः ममेव तत्र दाश्च इति कथं दा धातुः अस्ति किल दाच इति भवेत् किल कुत्र भगिनि एकशेषः तत्रैव अहम् एकशेषः तत्र दाः ओ दाश्च दाश्च दाश्च इति किमर्थं वदति किमर्थं दाच दाच दाच इति भवेत् किल न न इत्युक्ते रामः च कृष्णः च इति तत्र सुबन्तं पदमेव भवति खलु. इदानीं दादातोः दादातोः प्रथमपुरुषे एकवचने किम् अस्ति रूपं? ददाति न, तत्र आकारान्तधातुः अस्ति चेत् विश्वपा विश्व प्रथमविभक्तौ एकवचने विश्वपाः इति खलु, विश्वपाः इति अस्ति वा? विश्वपाः इति प्रथमविभक्तौ एकवचने, अतः दाः इति प्रथमविभक्ति एकवचने. धन्यवादः. दाः दाः दाः दाः इति एकवचने. इत्युक्ते भगिनी पश्यतु, अत्र एकशेषः एव करणीयः इति नास्ति. इत्युक्ते अत्र दाः दाः दाः इति समानरूपम् अस्ति खलु, इति कृत्वा भिन्नभिन्नपदार्थः नास्ति. भिन्नभिन्नपदार्थः नास्ति इति कृत्वा रामः रामः रामः रामाः इति यथा वदामः, तत्र समानरूपम् अस्ति इति कृत्वा, समानविभक्तिकमपि अस्ति इति कृत्वा एकशेषः अत्र भवति. परन्तु अत्र प्रथमः यः दाः अस्ति, द्वितीयः यः दाः अस्ति, सः भिन्नः भिन्नः पदार्थः, यथा रामः कृष्णः भिन्नः इति वदामः, तदानीं तु एकशेषः न भवति. अत्र तु समानः समानपदार्थः खलु इति कृत्वा एकशेषः. अस्तु, अग्रे किं पठामि? पठतु, कृपया पठतु. अस्मिन् सूत्रे दादा गोदा इति सूत्रे कथं दो देन् भेत् इत्येषां ग्रहणम्? एते तु धारूपधातवः न सन्ति, गुसंज्ञा न सन्ति. तत्र लक्षणप्रतिपदयोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्. दुदान् दान् धुधान् इत्येषां प्रतिपदोक्तत्वात् ग्रहणं भवति. तत्र उक्तं तत्र दुधान् दुधा धा धा. किन्तु दो देन् देत् इत्येषां लक्षणमाध्यमेन, माध्यमेन इत्युक्ते कं भगिनि? माध्यमेन एव माध्यमेन इत्युक्ते त्रु लक्षणं, त्रु सूत्रं, सूत्राधारेण, सूत्रद्वारा. किन्तु दो देन् भेत् इत्येषां लक्षणमाध्यमेन एव आकारान्तत्वं सूत्रद्वारा आकारान्तत्वं भवति, सिद्ध्यति. आदेच उपदेश अशिति इत्यनेन अशिति प्रत्यये परे एजन्त एजन्तधातूनाम् आत्वं भवति. तत्र ओके, लक्षणे लक्षणेन एव येषां त्रयाणां दूदिङ् देत् त्रयाणाम् आत्वम् इति कृत्वा ग्रहणं आत्वम् इति कृत्वा ग्रहणं न स्यात्. लक्षणेन एव येषां त्रयाणाम् आदेश सूत्रेण एव भवति, तस्य लक्षणेन एव येषां त्रयाणाम् आत्वम् इति कृत्वा ग्रहणं न स्यात्. किन्तु उक्तपरिभाषायाः अपवादत्वेन गामादाग्रहणेष्विशेष अविशेषः ग्रहणेष्विशेषः इति तद् अग्रिमपरिभाषया गामादा ग्रहणेष्वि अविशेषः इति तद् अग्रिमपरिभाषया लक्षणेन एव दादा इत्यनयोः आकारान्तत्वं सिद्ध्यन्ति चेद् अपि तयोः ग्रहणं भवति. तत्र अवगमनं न अभवत्, गमनं न तत्र न अवगच्छामि तत्. किन्तु उक्तपरिभाषायाः अपवादत्वेन, परिभाषा अस्ति तत्र लक्षणप्रतिपत्तयोः प्रतिपत्तस्यैव ग्रहणं तत्र, किन्तु उक्तपरिभाषायाः अपवादत्वेन गामादा ग्रहणेषु अविशेषः इति तत् अग्रिमपरिभाषया लक्षणेन एव दादा इत्यनयोः आकारान्तत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति. अदापित्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणमपि तथैव भवति. किञ्चित् तत्र किञ्चित् यद् अवगतं तद् वदतु, तदनन्तरं यद् न अवगतं तस्य विषये चिन्तनम्. एकैकं वाक्यं स्वीकृत्य पश्यतु. अस्तु भगिनी, गतवती वा? कुत्र अस्ति भगिनी? न श्रूयते. अस्ति वा मीना भगिनी? अस्तु लक्ष्मी भगिनी वदति वा? नमस्ते भगिनि. नमस्कारः भगिनि. परिश्रमं करिष्यामि भगिनि, किञ्चित् क्लेशः. एकैकं वाक्यं स्वीकृत्य वदिष्यामि. अस्मिन् सूत्रे कथं दो देङ् अथेट् इत्येषां ग्रहणम्? एते तु धारूपधातवः न सन्ति. इत्युक्ते धाधा घ्वधाप् सूत्रे दाधा इति नयोः रूपं कुत्र अस्ति? तत्रैव इदं सूत्रं प्रवर्तते. अतः अत्र दो देङ् अथेट् इत्येषां तु अत्र धारूपम् अथवा धारूपं नास्ति खलु इति प्रश्नः. तर्हि लक्षणप्रतिपक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्य एव ग्रहणं भवेत्. अत्र काचन परिभाषा अस्ति. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति परिभाषा. अनेन परिभाषया अयमर्थः लक्षणमस्ति प्रतिपदोक्तमपि अस्ति चेत् अनयोः अधिकं बलं प्रतिपदोक्तस्य एव इति इदम् इयं परिभाषा वदति. तर्हि लक्षणमिति चेत् सूत्रे किं वदति सा प्रवृत्तिः. प्रतिपदोक्तम् इत्यनेन पृथक् पदेन यदुक्तं तस्य ग्रहणं. तर्हि अत्र डुधायि दाण् डुधाय् इत्येषां प्रतिपदोक्तत्वात् ग्रहणं भवति इति अत्र उक्तम्. इत्युक्ते दा धातु अपि च धा त्रयाणां डुधाय् धाण् डुधाय् इत्येषां प्रतिपदोक्तत्वेन पृथक् पृथक् उक्तत्वात् एतेषां ग्रहणं भवति. किन्तु दो देङ् धेट् इत्येषां लक्षणमाध्यमेन एव आकारान्तत्वं सिद्ध्यते. इत्युक्ते दो देङ् धेट् इत्यत्र तु दा अपि च धा रूपं नास्ति इति, धातोः रूपं नास्ति इति कारणात् अत्र उक्तमस्ति लक्षणमाध्यमेन एव आकारत्वं सिद्ध्यति इति. तर्हि लक्षणं किम् इति चेत् आदेशोपदेशेषिति इत्यनेन अशिति प्रत्यये परे एजन्तधातूनाम् आत्वं भवति इति उक्तत्वात् सूत्रेण एव त्रयाणां धातूनाम् आत्वम् आयाति इति कृत्वा अत्र ग्रहणं नास्ति. इत्युक्ते सूत्रेण एव आयाति इति उक्तत्वात् अत्र ग्रहणं न भवति इति उक्तम्. किन्तु उक्तपरिभाषायाः अपवादः अपि अस्ति. अन्यकाचन परिभाषा गामादाग्रहणेष्वे अविशेषः इति अग्रिमपरिभाषया लक्षणेन एव दाधा इत्यनयोः आकारान्तत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति इति अत्र उक्तम्. Mm. किञ्चित् क्लेशः अत्र अत्र अनेन सूत्रेण अनेन अनया परिभाषया उक्तम् उक्तं यत् गा मा दा इत्येषां ग्रहणेषु अविशेषः इत्युक्ते अत्र विशेषणं न विशेषः नास्ति इति स्वीकर्तव्यम् इति अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणम् अपि तथैव भवति इत्युक्ते प्रथमं तु उक्तं यत् दा धा इत्येषामेव गणना भवति इदानीं लक्षणमाध्यमेन आकारत्वं सिद्ध्यति इति कृत्वा अत्र तस्य ग्रहणं न भवति इति उक्तं तथापि नूतनपरिभाषया गामा दा इत्येषां ग्रहणम् अविशेषः गामादा ग्रहणेष्व विशेषः इति परिभाषया लक्षणेन एव दाधा इत्यनयोः आकारत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति इत्युक्ते अत्र तेषां परिगणना स्वीक्रियते इति अत्र उक्तमस्ति यद्यपि आकारत्वं सूत्रेण एव सिद्ध्यते सिद्ध्यति क्षम्यता तथापि अत्र तेषां ग्रहणं भवति इति अत्र नूतनपरिभाषया उक्तम् अदाप् इत्य हा अपि च अत्र अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणम् अनया परिभाषाया एव भवति इति तथैव भवति इति अत्र उक्तमस्ति सूत्रे अदाप् इति उक्तत्वेन न केवलं दाप् दैप् च अन्तर्भूतः इति अर्थः स्यात् इति चिन्तयामि आमां समीचीनं हा इत्युक्ते सम्यक् सम्यक्तया उक्तवती इत्युक्ते यदा अहं राम राम हे राम अत्र आगच्छतु इति वदामि चेत् तदानीं कस्य ग्रहणं भवति केवलं रामस्य एव ग्रहणं भवति खलु तर्हि रमेश इत्यस्य अपि ग्रहणं भवति वा यतोहि रमेश इत्यस्मिन् अपि राम इति शब्दः अस्ति इति कृत्वा हे राम आगच्छतु इति वदामि चेत् तत्र रमेशस्य अपि आह्वानम् अस्ति वत्र नास्ति खलु एवं सूत्रे दा दा इति वदति चेत् केवलं दा अथवा धा अनयोः एव ग्रहणं स्यात् तदेव यथा उक्तं तथा ग्रहणं स्यात् तदेव लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तत्वस्यैव ग्रहणम् इत्यनेन तत्र यद् साक्षात् सूत्रे उक्तमस्ति प्रतिपदेन प्रतिपदम् उच्चार्य उक्तमस्ति तस्य ग्रहणं स्यात् तस्य एव बलं स्यात् तर्हि दादा ग्वदाप् इति सूत्रे लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति आधारेण साक्षात् दादा इति उक्तत्वात् यस्य धातोः दा इति रूपं यस्य धातोः धा इति रूपं तस्य एव ग्रहणं भवेत् न तु सूत्रस्य आधारेण कथञ्चित् धातोः रूपं दा इति रूपेण परिवर्तते तस्यापि ग्रहणं भवति इति नास्ति यथा सूत्रे यथा अत्र दादा ग्वदाप् इत्यत्र सूत्रे साक्षात् उक्तं तथा तादृशधातोः ग्रहणं भवति इति अत्र सामान्यतया परिभाषा अस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति एवं क्रियते चेत् तत्र दो देङ् देट् इति एतेषां ग्रहणं न स्यात् यतोहि सूत्रे तु दो इति न उक्तं देङ् इति न उक्तं देट् इति न उक्तं यतोहि एतेषां धातूनां दा इति रूपमपि नास्ति धा इति रूपमपि नास्ति एतेषां धातूनां ग्रहणं न स्यात् परन्तु दादा ग्वदाप् इति सूत्रे तु एतेषामपि ग्रहणं दृश्यते तर्हि कथं दृश्यते इति चेत् तत्र किम् उक्तम् अस्ति इति चेत् यद्यपि सामान्यतया लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषा वर्तते तथापि अत्र गामादा दाग्रग्रहेषु इत्युक्ते गामादाग्रहणेषु इत्युक्ते अत्र किम् अस्ति इति चेत् गा इति धातुः मा इति धातुः दा इति धातुः दापदघटितः यः अस्ति इति शब्दः गा इति शब्दः मा इति शब्दः दा इति शब्दः यदा सूत्रेषु एतेषां ग्रहणं भवति तदानीम् अविशेषः इत्यर्थः अविशेषः इत्युक्ते तत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः बलं न भवति इत्यर्थः. एतेषां धातूनाम् एतेषां शब्दरूपाणां यथा गा मा दा इति एतेषां शब्दरूपाणां तत्र अविशेषः, एतेषां ग्रहणं यत्र भवति तत्र अविशेषः. अविशेषः इत्युक्ते विशेषतया परिभाषा अस्ति चेत् तस्य प्रयोगः न भवति. यथा अत्र विशेषतया परिभाषा अस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति विशिष्टपरिभाषा वर्तते, तादृशपरिभाषाणां ग्रहणं न भवति. कस्य कृते इति चेत् गा इति शब्दस्य, मा इति शब्दस्य, दा इति शब्दस्य. तर्हि इदानीम् अत्र यदा तत्र दो देङ् देट् इत्येतेषां तत्र आदेशोपदेशशिति इति सूत्रेण आत्वं जायते तदानीं दारूपमपि लभ्यते. तर्हि एतेषां लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति न भवति. न भवति इत्युक्ते किं भवति इति चेत् लक्षणेन अपि यदा तेषाम् अन्यसूत्रेण अपि यदा तेषाम् आकारान्तत्वं लभ्यते तदानीमपि तेषां ग्रहणं भवति अस्य सूत्रस्य कृते, दादा ग्वदाप् इति सूत्रस्य कृते. इति कृत्वा तत्र दो देङ् देट् इत्येतेषां ग्रहणं भवति. अवगतं वा? विजयभगिनी वदतु, किम् अवगतम्? नमस्कारः महोदय. अत्र दादा गोदा इति सूत्रमस्ति. एतत् सूत्रेण दा दः अनन्तरं अत्र किं भवति, दादा इति भवति, तस्य धातुः गूसंज्ञा भवति इति पूर्वं पठितवन्तः. अनन्तरम् अत्र दुदाञ्ज् दान् दो देङ् दुदाञ्ज् देट् इति अस्ति, षड् भवति, परन्तु अत्र तु द्वौ धातु दा ध इति धातु अत्र न भवति इति. अत्र दो देङ् देट् इत्येषाम् एव ग्रहणं भवति. अनन्तरम् अत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं भवति इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवति. किम् अस्ति चेत् अत्र दुदाञ्ज् दान् दुदाञ्ज् इति अस्ति चेत् अत्र प्रतिपदोक्तत्वात् ग्रहणं भवति. अनन्तरम् अत्र दो देङ् देट् इत्येषां लक्षण आकारान्तत्वं सिद्ध्यति. केन सूत्रेण चेत् आदेश उपदेशे अशिति इति. अशित् अस्ति चेत् एव अत्र एजन्तधातूनां आत्वं भवति इति. इदानीमत्र षड् भवति एव, परन्तु अत्र उदाहरणम् इदानीं भवत्या दत्तं, रामः अत्र आगच्छतु इति चेत् अत्र रामः एव आगच्छति, अन्य कोऽपि न आगन्तुं शक्यते एव. तदेव अत्र दो देङ् देट् इति धातु अस्ति चेत् अत्र लक्षणप्रतिपदोक्तयो प्रतिपदोक्तयोः बलवत् भवति अत्र. एतदेव खलु. अनन्तरम् अत्र अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु न इदानीं न एकक्षणं दो देङ् देट् इत्यत्र एतेषां त्रयाणां धातूनां दादा ग्वदाप् इति सूत्रे किमर्थं ग्रहणम्? अत्र प्रतिपदोक्तत्वात् प्रतिपदोक्तत्वात् ग्रहणं न स्यात्. प्रतिपदोक्तत्वात् केवलं दारूपधातुः धारूपधातुः अनयोः एव ग्रहणं स्यात्, परन्तु दो देङ् देट् इति तु तादृशरूपं नास्ति. अत्र आकारान्तत्वं भवति, परन्तु अत्र प्रतिपदोक्तत्वात् ग्रहणं कुत्र भवति चेत् दुदाञ्ज् दान् दुदाञ्ज् इत्येषाम् एव भवति अत्र बलवत् भवति. तर्हि दो देङ् देट् इत्येतेषां किमर्थं ग्रहणम्? एतेषां त्रयाणां ग्रहणम् अत्र आत्वम् इति कृत्वा ग्रहणं न स्यात् इति. आत्वं कृत्वा ग्रहणं न भवति, यतोहि लक्षणेन आत्वं प्राप्तं, सूत्रेण आत्वं प्राप्तम्, आदेशोपदेशे सति इति सूत्रेण आत्वं प्राप्तम्, अतः तेषां ग्रहणं न स्यात्. परन्तु तथापि ग्रहणं क्रियते. किमर्थं क्रियते? उक्तपरिभाषायाः अपवादत्वेन घामाध ग्रहणेषु अवशिषे अविशेषः इति तद् अग्रिय अग्रिमपरिभाषया एव लक्षणेन एव अत्र द ठ इत्यनयोः आकारान्तत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति इति अपवादपरिभाषा अस्ति. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति अस्ति चेदपि तस्य अपवादः अस्ति गामादा ग्रहणेषु अविशेषः इति. अत्र दा इति अपि अस्ति, अतः यत्र यत्र दा इति रूपं लक्षणेन सिद्धं तस्यापि ग्रहणम् अत्र भवति इति कृत्वा दादा गोदाप् इत्यत्र दो देङ् देट् इत्येषां ग्रहणं भवति. एवम् अदाप् इति कथनेन अपि दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणमपि तथैव भवति. धन्यवादः भगिनि. अवगतं वा सर्वैः? एकः प्रश्नः अस्ति, तत्र अपवादपरिभाषासूत्रेण सूत्रं नास्ति, परिभाषा परिभाषा गा मादा एव उक्तं, धा न उक्तं खलु. किं धा इति वा? अत्र दा इत्यस्य विषये एव अस्ति खलु, न तु धा. दे दो दो देङ् धेट् इति सर्वं दारूपधातुः खलु, अत्र दा एव उक्तम्. कथं सकार गकारादिधातु अपि लक्षण अविशेषः भवति? किं कीदृशधातुः? धेट् धातुः. धेट् इति धातुः वा? ओ धेट् इति धातुः विषये पृच्छति वा? ओहोहो अस्तु अस्तु. ओ धेट् इति धातुः, तत्रापि आदेश उपदेशस्थिति इत्यनेन धा इति भवति. तर्हि अस्मिन् सूत्रे अस्मिन् अस्यां परिभाषायां गामादा ग्रहणेषु अविशेषः इत्यत्र धा इत्युक्ते अत्र किमुक्तम् इति चेत् धापदघटितम् इत्युक्तं, धापदघटितम् इति कृत्वा भवत्याः प्रश्नः समीचीनः. तर्हि दारूपः एव भवेत्, न तु धारूपः इति भवती वदति खलु. धेट् इत्यत्र टकारसंज्ञा आदेशोपदेशति इत्यनेन आकारत्वं. तर्हि इदानीम् अत्र अस्मिन् अस्यां परिभाषायां धापदघटितम् इति उक्तं. तर्हि अत्र किञ्चित् चिन्तनीयं, प्रश्नः सम्यक् अस्ति, किञ्चित् चिन्तनीयं तत्र किमर्थं देट् इत्यस्यापि अत्र लक्षणमाध्यमेन आकारतत्वं न पश्यतु लक्षणमाध्यमेन आकारतत्वं स्वीक्रियते चेदपि धा इति एव भवति, न तु धा इति भवति. तर्हि अग्रिमवर्षे लक्षणेन एव दा इत्यनयोः आकारतत्वं सिद्ध्यति इति उक्तं. तर्हि अत्र अस्मिन् सूत्रे अस्यां परिभाषायां धा इत्यनेन धा इत्यस्य अपि ग्रहणं कथञ्चित् स्यात्, दा धा अनयोः ग्रहणं स्यात्, तत् कथम् इति अग्रिमसप्ताहे दृष्ट्वा वदामि. धन्यवादः भगिनि. सम्यक् अस्ति प्रश्नः. भगिनी, भवती परिभाषायाः विषये कुत्र पठति, कुत्र दत्तमस्ति परिभाषायाः विषये अधिकं? न, अत्र अष्टाध्यायीमध्ये अस्ति खलु. अष्टाध्यायीमध्ये वा? अष्टाध्यायीमध्ये कुत्र अस्ति? कस्मिन् परिभाषेन्दुशेखरः ननु एवं देङ् दो धातोः च कृतात्वस्य गुसंज्ञा न स्यात् तथा मेङ् आत्वे इति अस्ति तत्र पश्यतु अस्तु तर्हि इदानीम् उषाभगिनी अग्रे अग्रिमसूत्रं पठित्वा समापयामः आदेशोपदेशिष्यति इति पठतु आदेश उपदेशे शिति उपदेशे एजन्तस्य धातोः आत्वं नतुषिति उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः न तु आतिदेशिकधातूनाम् उपदेश अवस्थायाम् अशिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने इति एच् इत्यनेन ए ऐ ओ औ शु इत्यस्य सः षित् न षित् अषित् तस्मिन् विषये तस्मिन् अशिति नञ् तत्पुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति आदेच उपदेशे अशिति इति सूत्रम् उपदेशे एजन्तस्य धातोः इत्युक्ते यत् यस्य अन्ते ए ऐ ओ औ इति धातु अस्ति तस्य आत्वं भवति परन्तु शिति प्रत्यये परे नास्ति इति उपदेशे इति अस्ति इत्यनेन प्रथमम् आत्वं स्यात् इति अनन्तरमेव प्रत्ययस्य चिन्तनम् अस्ति इति उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः भवति अतिदेशिकधातूनां नास्ति अतिदेशिकधातु वयं जानीमः सन्न यङ् तत् कृते उपदेश अवस्थायाम् अशिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एचः स्थाने अन्त्य ए ऐ ओ औ स्थाने आत् आदेशः येन विधिस्तदन्तस्य इत्यनेन एचेव अङ्गं नास्ति एजन्तस्य यस्य कृते तस्य कृते अपि आत्वं भवति अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने आदेशसूत्रम् अन्त्यस्य अलोन्तस्य इत्यनेन अन्त्य अलः स्थाने अन्त्यवर्णस्य स्थाने इति उपदेशे अशिति शकारः यस्य षित् प्रत्ययः शकारः इत् अस्ति तत् षित् प्रत्ययः अशिति इत्यस्य कृते नञ् तत्पुरुषः अनन्तरम् अनुवृत्तिसहितसूत्रमस्ति एचः धातोः एजन्तधातोः आत् भवति उपदेशे यद् धातोः कृते आत्वं भवति परन्तु अशिति प्रत्यये परे नास्ति इति प्रत्ययपरे नास्ति अशितिप्रत्ययपरे न भवति इति अत्र प्रसज्य प्रतिषेधः अस्ति उपदेशावस्थायाम् एजन्तधातोः अत्वं भवति इति एकं वाक्यम् उपदेशावस्थायाम् एजन्तधातोः क्षितिप्रत्ययपरे न भवति इति अर्थः सर्वत्र भवति क्षितिप्रत्ययपरे न भवति इति कृत्वा अनैमित्तिकमस्ति वस्तुतः इदं सूत्रं तु अनैमित्तिकमस्ति तत्र निमित्तं किमपि न अपेक्षितं परन्तु यदा निमित्तम् अस्ति तदानीं क्षितिप्रत्ययः न भवेत् अस्तु अत्र सूर्यकुमारी भगिनी भवत्याः प्रश्नः आसीत् खलु तस्य उत्तरं लब्धम् अत्र वस्तुतः चेत् यद्यपि तत्र गामादा ग्रहणेषु अविशेषः इति परिभाषायां दाधातोः विषये एव उक्तं तथापि अत्र साहचर्यात् अस्मिन् सूत्रे दादा इत्यनयोः साहचर्यं वर्तते खलु साहचर्यात् तत्र दाधातोः यद् लिङ्गं तदेव लिङ्गम् अत्रापि अनुमितमस्ति तत्र न्यासे लिखितमस्ति धेट् धातोः अपि लिङ्गात् ग्रहणम् अनुमीयते अनुमीयते अनुमानं करोति यतोहि साहचर्यात् धाधातोः विषये एवं कृतम् अस्मिन्नेव सूत्रे तर्हि किमर्थं धाधातोः विषये न कर्तुं शक्यते तत्रापि एवमेव अनुमीयते साहचर्यात् ओके धन्यवादः साहचर्यात् समीचीनं सम्यक् सम्यक् अस्ति प्रश्नः समीचीनम् तर्हि अत्र आदेशोपदेशशिति इति सूत्रमपि अस्माभिः दृष्टम् तर्हि इतः अग्रे अग्रे सर्तुं शक्नुमः इतोपि किञ्चित् अस्ति तत् पठित्वा अत्र विशिष्टसूत्रमस्ति तत् पठित्वा रूपाणि साधयामः अग्रिमसप्ताहे अत्र कोऽपि संशयः अस्ति वा नास्ति महोदय अस्तु तर्हि अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः नमस्कारः